ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्यमहेश्वात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं करपत्रमस्ति तिङ्सिद्धेः च लकाराणां समग्रदृष्टिः। सो यदा तिङ्सिद्धिः भवति तत्र केषाञ्चन सूत्राणां प्रसक्तिः भवति, अपि च तत्र वयं दृष्टवन्तः पदनिर्माणसमये सोपाने प्रत्येकस्य आदेशस्य तत्र अनुबन्धरहितरूपं यत् अस्ति तदेव तत्र तस्यैव प्रयोगः भवति। पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र, अपि च धातोः विषये यदा तिङ्सम्बन्ध तिङ् इति विषयः आयाति तत्र एते तिङ्प्रत्ययाः लकारस्य स्थाने विधीयन्ते, अपि च सर्वे लकाराः धातोः विधीयन्ते। अतः अत्र धातोः प्रसङ्गः एव अस्ति। यदा प्रकृति वदामः चेत् धातुप्रसङ्गः, सो धातुषु वयं दृष्टवन्तः तत्र लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदं। सो तिङ्प्रत्ययेषु तत्र आदौ महर्षि तत्र परस्मैपदम् इति संज्ञा तस्य विषये वदति, अनन्तरं तिङ्सम्बन्धी एव सः आत्मनेपदी संज्ञा अपि तत्र करोति। अतः अत्र ये अष्टादश तिङ्प्रत्ययाः सन्ति, प्रथमे ये नवप्रत्ययाः तेषां विषये तु एकमेव संज्ञा उक्तं, लः परस्मैपदम् इत्यनेन तेषां कृते परस्मैपदं संज्ञा अस्ति। परन्तु तङ्गानाम् आत्मनेपदम् इति सूत्रेण तत्र ये तङ्प्रत्ययाः त आरभ्य महिपर्यन्तं ये अन्तिमनवप्रत्ययाः तेषां विषये पुनः आत्मनेपदं संज्ञा इति वदति सूत्रेण। अतः कथं निर्णयं कर्तुं शक्यते, ये तङ्प्रत्ययाः अपि च आन् प्रत्ययाः तेषां विषये, ये तङ्प्रत्ययाः तेषां विषये परस्मैपदं स्वीकुर्मः अथवा आत्मनेपदं स्वीकुर्मः तस्य कृते महर्षिणा एका तत्र अधिकार संज्ञा अधिकारसूत्रं दत्तम्, एक आकारात् एका संज्ञा। सो अस्मिन् अधिकारे तत्र पठितानि सूत्राणि आकारात् एका संज्ञा अधिकारे यानि सूत्राणि सन्ति तत्र यदि कस्यचित् पदार्थस्य कृते, यथा अत्र तङ् इति पदार्थस्य कृते परस्मैपदं संज्ञा अपि अस्ति आत्मनेपदं संज्ञा अस्ति, अतः निर्णयार्थं तत्र आकारात् एका संज्ञा इति सूत्रेण परं सूत्रेण परसूत्रेण या संज्ञा उक्ता सा एव तत्र तिष्ठति, तस्यैव बलम् अस्ति आकारात् एका संज्ञा। अतः तङ् प्रत्ययस्य कृते आत्मनेपदम् इति संज्ञा भवति। इदानीं एतत् स्पष्टम् अस्ति, लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदं द्वयोः तत्र सूत्रयोः द्वयमपि सूत्र इति सूत्रे सङ्घसूत्रे तस्य अनन्तरं वयं दृष्टवन्तः तङ्गानाम् आत्मनेपदम् इति सूत्रे न केवलं तङ् इत्यस्य कृते आत्मनेपदि पदम् इति आत्मनेपदि इति संज्ञा, आण् इति प्रत्ययस्य कृते अपि आत्मनेपदि इति संज्ञा अस्ति। अनन्तरं वयं दृष्टवन्तः लकाराः धातोः विधीयन्ते, अतः अपि च इदानीं तत्र तिङ् प्रत्ययानां कृते संज्ञा द्वयं, कस्य अनन्तरं परस्मैपदप्रत्ययः विधीयन्ते, कस्य अनन्तरम् आत्मनेपदप्रत्ययः विधीयन्ते इति निर्णयार्थं तत्र पदव्यवस्था अस्ति धातुषु। सो धातुषु यः पदव्यवस्था भवति तस्य कृते तत्र सूत्राणि सन्ति, अनुदात्तनित आत्मनेपदं स्वरित इत्तकर्तृ अभिप्राये क्रियाफले अपि च शेषात् कर्तरि परस्मैपदम्। अत्र अन्यानि सूत्राणि अपि सन्ति परन्तु एतानि मुख्यसूत्राणि। सो अत्र लाघवार्थं सो यः पदनिर्णयः धातुषु पदनिर्णयः इत्संज्ञकवर्णस्य आधारेण भवति इति एतानि सूत्राणि पठित्वा वयम् अवगन्तुं शक्यते. सो अनुदातनित्त आत्मनेपदम् इत्यनेन यस्मिन् धातोः अनुदात्स्वरस्य इत्संज्ञा अस्ति नो चेत् कण्ठनकारस्य इत् संज्ञा अस्ति तादृशधातुः आत्मनेपदप्रत्ययः एव स्वीकरोति. इत्युक्ते तत्र लकार क्रियापदस्य निर्माणार्थम् अस्माभिः तत्र तादृश अनुदातनित्तधातोः अनन्तरम् आत्मनेपदप्रत्ययः एव योजनीयम्. तथैव स्वरित इति कर्त्री अभिप्रायक्रियाफले इति सूत्रेण यः यस्मिन् धातोः स्वरित्स्वरस्य इत्संज्ञा अस्ति नो चेत् तालुन्यकारस्य इत्संज्ञा अस्ति तत्र यदि क्रियायाः फलं कर्तारं प्रति गच्छति तदा आत्मनेपदम्. सो अनेन सूत्रेणापि आत्मनेपदप्रत्ययाः कुत्र विधीयन्ते इति दत्तम्. ध्वनिः स्पष्टः नास्ति वा? ध्वनिः श्रूयते वा? परन्तु मध्ये खण्डित भवति वा? भवत्याः सम्यक् श्रूयते भगिनि. अवगतुं शक्यते महोदय. कोऽपि वदन् अस्ति तत् न श्रूयते. तदा क्लेशः भवति वा? मोबैल् डाटा भवत्याः शिफ्टेड् टु दिस् मोबैल् डाटा. लेट् सी हौ डस् इट् वर्क्. सो ऐ हाव् टु आप्शन्स् ओन्लि. सो इफ् वन् इस् नाट् वर्किङ्ग् लेट् मी ट्रै अनदर्. इफ् देट् इस् आल्सो नाट् वर्किङ्ग् देन् ऐ काण्ट् डु एनिथिङ्ग्. भवत्याः ध्वनिः सम्यक् एव श्रूयते भगिनि. सम्यक् एव श्रूयते. अस्तु श्रूयते वा? सम्यक् श्रूयते. सम्यक् श्रूयते. किमपि चिन्ता मास्तु. अस्तु. सो वाट् आर् यू डिस्कसिङ्ग्? स्वरितनित्तकर्तृ अभिप्राय क्रियाफले इत्यनेन सूत्रेण अपि आत्मनेपदप्रत्ययानाम् एव विधिः दत्तम्. अत्र अस्मिन् सूत्रे पूर्वसूत्रात् आत्मनेपदम् इति पदस्य अनुवृत्तिः अस्ति. सो स्वरितनित्तकर्तृ अभिप्राये क्रियाफले आत्मनेपदम् अत्रापि यद्यपि न दत्तं पूर्वसूत्रात् अस्माभिः तत् पदं स्वीकरणीयम् अनुवृत्तिरूपेण स्वीकरणीयम्. सो यद् स्वरिते अपि च नित् धातोः अनन्तरं क्रियायाः फलं कर्तारं प्रति गच्छति तदा तत्र तादृशधातोः अनन्तरम् आत्मनेपदप्रत्ययः योजनीयम्. आत्मनेपदप्रत्ययः इदानीं वयं जानीमः तङ् इति क्रिया इत्युक्ते तिङ् विषये तु तङ् एव सन्ति अतः तङ् योजनीयम्. सो अत्र प्रश्नः आयाति यदि क्रियायाः फलं कर्तारं प्रति न गच्छति तदा किं करणीयम्. सो तदा शेषात् कर्तरि परस्मैपदम् इति सूत्रेण तत्र परस्मैपदप्रत्ययः योजनीयम्. परन्तु अनेन सूत्रेण केवलम् एकमेव सूत्रं दत्तम् अस्मिन् सम्पूर्णप्रकरणे यत्र परस्मैपदं प्रत्ययः कुत्र विधीयन्ते इति दत्तं. सो लाघवार्थं महर्षिणा पूर्वे सर्वाणि स्थितानि इत्युक्ते तत्र निमित्तानि उक्तानि सन्ति. 78 सूत्रस्य पूर्वे यानि सूत्राणि दत्तानि तानि सर्वाणि आत्मनेपदम् आत्मनेपदम् इति तत्र पदस्य अनुवृत्तिः अस्ति. सो तेषां विहाय शेषात् इत्यनेन यः लघुसिद्धिः महर्षिणा कृतम् अस्ति लाघवार्थं तत्र कृतम् अस्ति तत्र शेषात् इत्यनेन यत् यत्किमपि पूर्वे उक्तं न केवलम् अनुदातेत् विहाय नित् विहाय स्वरितेत् विहाय इत् विहाय परन्तु यत्किमपि पूर्वे उक्तं तेषां विहाय यदि कर्तरि विवक्षा अस्ति कर्तरि प्रयोगस्य विवक्षा अस्ति तत्र शेषात् धातोः अनन्तरं परस्वैपदं प्रयोजनीयम्. अतः यदि स्वरितनित्तकर्तृ अभिप्राये क्रियाफले आत्मनेपदम् इति सूत्रस्य क्रियायाः फलं कर्तारं न अभिप्रेति तदा शेषात् इत्यनेन परस्वैपदप्रत्ययः एव योजनीयम्. अनेन एव वयं एतादृशः प्रक्रिया भवति चेदेव वयं ज्ञातुं शक्यते यः स्वरितेत् धातु नो चेत् इत् धातु अस्ति सः उभयपदी तत्र रूपद्वयस्य सिद्धिः भवति एकमस्ति आत्मनेपदी रूपं द्वितीयम् अस्ति परस्मैपदरूपम् अतः तत्र उभयपद इति गुणः दृश्यते अतः तत्र उभयपदी अथवा तत्र उभयपदी इति कुत्रापि न दत्तम् उभयपदी इति कोऽपि संज्ञा नास्ति परन्तु अनेन एव वयं ज्ञातुं शक्यते स्वरितनित कर्तृ अभिप्राये क्रियाफले मया तत्र पूर्वस्मिन् वर्गे एकं सूत्रम् उक्तं निचश्च सो निचश्च सूत्रेण यदा तत्र यः निजन्तधातुः अस्ति तत्र तस्मिन् सूत्रे अहं चिन्तयामि निचश्च सूत्रं कुत्रचित् 71 अथवा नो चेत् 72 अथवा 73 इति एव तस्य संज्ञा भवेत् किमर्थं चेत् निचश्च सूत्रे अपि कर्तृ अभिप्राये क्रियाफले आत्मनेपदम् इति तत्र पदानाम् अनुवृत्तिः अस्ति सो निचश्च सूत्रेण यः निजन्तधातुः अस्ति तद् तस्यानन्तरम् आत्मनेपदप्रत्ययः विधीयन्ते कदा यदा क्रियायाः फलं कर्तारम् अभिप्रेति तदा तादृश निजन्तधातोः अनन्तरम् आत्मनेपदप्रत्ययः योजनीयम् परन्तु यदि तत्र क्रियायाः फलं कर्तारं न अभिप्रेति तदा किं करणीयं तदा तत्र शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदप्रत्ययः अपि योजनीयम् अतः विवक्षानुगुणं निजन्तधातुः अपि उभयपदी भवति ये निजन्तधातवः सन्ति ते अपि उभयपदिनः भवन्ति परन्तु अत्र पश्यतु शेषात् कर्तरि परस्मैपदम् इत्यनेन इदानीं तत्र प्रश्नः आयाति अस्तु निजन्तधातूनां विषये तु उक्तं निचश्च इति सूत्रेण परन्तु ये अन्य सनाजन्तः धातवः इति सूत्रेण येषां धातूनां तत्र धातुसंज्ञा सनाजन्तः धातवः इति सूत्रेण भवति तेषां धातुविषये कथं तत् पदनिर्णयः करणीयम् अतः अत्र तस्य लाघवम् अपि दृश्यते शेषात् इत्यनेन न केवलम् अनुदात्तेत् विहाय नित् विहाय स्वरितेत् विहाय इत् विहाय अपि च क्रियायाः फलं कर्तारम् अभिप्रेति तस्य तादृशस्थित्यां विहाय परन्तु अत्र शेषात् इत्यनेन यः लघुसिद्धिः अस्ति तत्र एव सनाद्यन्तः धातवः इति तेषां धातूनां ए अपि तत्र ग्रहणं भवति सो न केवलं ये औपदेशिकधातवः सन्ति यत्र अनुदात् स्वरस्य इति नास्ति नित् नास्ति स्वरितेत् नास्ति इति नास्ति यथा भू अस्ति गै अस्ति किमपि तत्र इत्संज्ञक वर्णः नास्ति तत्र शेषात् इत्यनेन सह परस्मैपदं तस्मात् परस्मैपदप्रत्ययः योजनीयं तथैव सनाद्यन्तः धातवः इति सूत्रेण यस्य धातुसंज्ञा भवति सर्वे सनादिप्रत्ययाः निच् विहाय निजन्तविहाय सर्वे सनादिप्रत्ययाः परस्मैपदप्रत्ययाः एव तत्र अस्माभिः तत्र योजनीयम् इति शेषात् इत्यस्य पदार्थस्य तत्र बलम् अस्ति सो शेषात् इत्यनेन यत्किमपि पूर्वे उक्तं तादृशस्थित्यां विहाय अन्यस्मिन् स्थित्याम् अस्माभिः यदि कर्तरिप्रयोगस्य विवक्षा अस्ति तदा परस्मैपदप्रत्ययः योजनीयम् अत्रापि यदि कर्तरिप्रयोगस्य विवक्षा नास्ति तदा किं करणीयं परन्तु पूर्वे एव महर्षिणा अस्मिन् प्रकरणे पूर्वे एव दत्तं भावकर्मणोः सो भावकर्मणोः धातोः अनन्तरम् आत्मनेपदप्रत्ययः एव इत्युक्ते मे बि आफ्टर् दिस् सूत्रम् आत्मनेपदम् इत्यनेन तत्र 13th सूत्रमस्ति भावकर्मणोः इति सूत्रस्य का संज्ञा संख्या किम् अस्ति 13 अस्ति किमर्थं चेत् भावकर्मणोः इति सूत्रे साक्षात् आत्मनेपदम् इत्यस्य अनुवृत्तिः अस्ति पूर्वसूत्रात् सो अस्मिन् अनुदातनित आत्मनेपदम् इति सूत्रे यः आत्मनेपदं दत्तं तस्य पदस्य अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु वर्तते इत्युक्ते 71 इति सूत्रे अपि आत्मनेपदम् इत्यस्य अनुवृत्तिः अस्ति. सो तत्र अतः पूर्वे एव उक्तं महर्षिणा, भावे प्रयोगे कर्मणि प्रयोगे अस्माभिः धातोः अनन्तरं किं योजनीयं, तत्र कोऽपि अन्यत् कण्डिशन् नास्ति. केवलम् उक्तम् अस्ति भावे प्रयोगस्य विवक्षायां धातोः अनन्तरम् आत्मनेपदम्. सिमिलर्लि तत्र कर्मणि प्रयोगस्य विवक्षायां धातोः अनन्तरम् आत्मनेपदम् इति स्पष्टरीत्या पूर्वे एव उक्तम्. अतः इदानीं केवलं कर्तरिप्रयोगस्य विषयः अस्ति. सो पूर्वे यत् किमपि उक्तं तेषां विहाय शेषात् इत्युक्ते शेषात् धातोः अथवा शेषात् स्थित्यां तत्र कर्तरिप्रयोगस्य विवक्षायां परस्मैपदप्रत्ययः योजनीयम्. अपि च अस्माभिः तत्र एकं सूत्रं पठितं मया, तत्र इदानीं तत्र तस्य सूत्रस्य अहं विस्मृतवती. तिङ् प्रत्ययानां प्रयोगः कुत्र कुत्र भवति, देर् वास् वन् सूत्र न, कर्तरी अकर्तरी कर्मणि भावे प्रयोगस्य. वयं तत्र तिङ् प्रत्ययानां प्रयोगः तु त्रिषु प्रयोगेषु वयं कर्तुं शक्यते. देर् वास् वन् सूत्र, ऐ डोण्ट् नो, ऐ keep on forgetting these sutras. Astu. So, ye ting pratyayah santi, ashtadash ting pratyayah santi, tesham prayogah to vayam kartari, tesham kartari prayogah api sambhavati, karmani prayogah api sambhavati, api cha, this bhave prayogah api sambhavati. Tatra ekam sutram sakshat likhitam asti. Itukte, ye सकर्मकधातवः सन्ति तत्र तत्र परस्मैपदप्रयोगः भवितुं शक्नोति तिङ् प्रत्ययानां विषये. सकर्मकेभ्यः अकर्मकेभ्यः तत्र देवसं सूत्र न सकर्मक सूत्र. सो यदि धातुः वयं जानीमः ये धातवः द्विसहस्रधातवः सन्ति ते अकर्मकधातवः अपि च सकर्मकधातवः, यत्र कर्मपदस्य विवक्षा यत्र कर्मपदं भवितुं शक्नोति सः सकर्मकधातुः, यत्र कर्मपदं न भवितुं शक्नोति तत्र सः अकर्मकधातुः. सो यदा धातु अकर्मक अस्ति तत्र तु तत्र कर्मणि प्रयोगः भवितुं न शक्नोति एव, तत्र कर्मणि प्रयोगः न सम्भवति. सो सकर्मकेभ्यः सकर्मकधातुभ्यः तत्र परस्मैपदप्रत्ययः अपि योजयितुं शक्नुमः, अपि च तत्र तिङ् प्रत्ययानां भावे प्रयोगः अपि भवितुं शक्नोति. परन्तु अकर्मकेभ्यः तत्र किं भवति, अकर्मकेभ्यः तु तत्र कर्मणि प्रयोगः भवितुं शक्नोति, अपि च तत्र परस्मैपद भवितुं शक्नोति. सो अत्र अहं किं वक्तुम् इच्छामि, अत्र शेषात् इत्यनेन न केवलम् अनुदातेत् विहाय नित् विहाय स्वरित् विहाय अपि च इत् विहाय, परन्तु यदा क्रियायाः फलं कर्तारं न अभिप्रेति तदापि शेषात् कर्तरि परस्मैपदम् इत्यनेन तत्र कर्तरिप्रयोगे तादृशधातोः अनन्तरं वयं परस्मैपदप्रत्ययः अपि योजयितुं शक्नुमः, यद् यत्र क्रियायाः फलं कर्तारं प्रति न गच्छति, कर्तारं न अभिप्रेति, तत्र शेषादितनेन परस्मैपदप्रत्ययः अपि योजयितुं शक्नुमः इति अन्या रीत्या तत्र महर्षिणा लाघवसिद्धिः कृतमस्ति. कुत्रचित् आकाडारात् एका संज्ञा इति अधिकारसूत्रद्वारा तत्र लघुसिद्धिः अस्ति, परन्तु कुत्रचित् तत्र शेषात् इति पदेन तत्र लघुसिद्धिः अस्ति. सो सर्वदा एतत् स्मर्तव्यम्, एतानि सूत्राणि शेषात् कर्तरि परस्मैपदं. सो न केवलं शेषात् धातोः अनन्तरम् अपि च अत्र कर्तरि इति साक्षात् दत्तमस्ति. सो यत्र अस्माकं विवक्षा कर्तरिप्रयोगस्य अस्ति तत्र तादृशशेषधातोः इत्युक्ते अत्र अनुदातनित आत्मनेपदम् इति सूत्रे किमपि न उक्तम्। अत्र कर्तरी विवक्षा वा कर्मणी विवक्षा वा भावे विवक्षा अस्ति वा, अत्र उक्तं तादृशधातोः अनन्तरम् आत्मनेपदप्रत्ययः एव योजनीयः, स्पष्टतया उक्तम्। सो वेदर् अत्र अनुदातेत धातुः नित धातुः अस्माकं कर्तरि प्रयोगस्य विवक्षा अस्ति अथवा भावे प्रयोगस्य विवक्षा अस्ति कर्मणि प्रयोगस्य विवक्षा अस्ति, तत्र तु आत्मनेपदप्रत्ययः एव आगन्तुं शक्यते इति तस्य अर्थः। केवलं स्वरित इति यः धातुः अस्ति तत्र किञ्चित् अन्यत् कण्डिशन् अपि दत्तं, क्रियायाः फलं कुत्र कुत्र गच्छति, कर्तृ प्रति गच्छति चेदेव आत्मनेपदं, कर्तृ प्रति न गच्छति चेत् शेषात् कर्तरि इत्यनेन परस्मैपदम् इति तस्य अर्थः। अत्र कोऽपि भ्रमः अस्ति वा इति स्पष्टम् इति अहं मन्ये। अनन्तरं ध्वनिः श्रूयते वा? मम ध्वनिः श्रूयते, सम्यक्तया श्रूयते? अनन्तरं वयं दृष्टवन्तः तिङ्प्रत्ययानां यः तत्र अष्टादश सङ्ख्या अस्ति, सो कस्य प्रथमपुरुष प्रथम इति संज्ञा, मध्यम इति संज्ञा, उत्तम इति संज्ञा कथं जानीमः? सूत्रमेव प्रमाणम्। अतः तत्र सूत्राणि सन्ति, तिङ्गस्त्रीणि त्रीणि, प्रथम मध्यम उत्तमः, एतत् संज्ञासूत्रमस्ति। अनेन सूत्रेण महर्षिणा प्रथमसंज्ञा कस्य, मध्यमसंज्ञा कस्य, उत्तमसंज्ञा कस्य इति दत्तं। सो प्रथमसंज्ञा तिङ्क्ष तिङ्गस्त्रीणि त्रीणि इति यत् तिङ्गः स्थाने अस्ति इत्युक्ते तिङ्गस्य विषये त्रयाणां त्रयाणां प्रत्ययानां तत्र प्रत्ययानां समूहः एव अस्ति। तिङ्गः इति प्रत्याहारे प्रत्ययानां समूहः अस्ति, अष्टादश प्रत्ययानां समूहः अस्ति। सो थ्री टुगेदर् त्रीणि त्रीणि इत्यनेन त्रयाणां कृते प्रथमसंज्ञा, त्रयाणां नेक्स्ट् त्रयाणां कृते तत्र मध्यमसंज्ञा, अनन्तरम् उत्तमसंज्ञा, पुनः तत्र इत्युक्ते त्रयाणां कृते प्रथम थ्री थ्री थ्री इस् नैन्, पुनः तत्र ये अत्र त्रीणि त्रीणि द्विवारं दत्तं, किमर्थं चेत् वयं जानीमः तत्र परस्मैपदसंज्ञकाः नवप्रत्ययाः आल्रेडी द टू ग्रूप्स् हेव् बिन् मेड् फार् दीस् तिङ् प्रत्ययास्, लः परस्मैपदं, तङ्गानाम् आत्मनेपदम्। अतः अत्र तदेव उक्तं, तदेव वैयाकरणाः वदन्ति किमर्थम् अत्र सूत्रे त्रीणि त्रीणि इति द्विवारं लिखितं, द्विवारम् इति लिखितम् अस्ति अतः किमर्थं चेत् तत्र तत्र गणद्वयम् इत्युक्ते भागद्वयं कृतं, संज्ञाद्वयम् अस्ति, एकस्य भागस्य परस्मैपदम् इति संज्ञा, अन्तिमभागस्य तत्र आत्मनेपद इति संज्ञा। सो परस्मै येषां कृते परस्मैपदसंज्ञा अस्ति तेषां यः प्रथमत्रयाणां समूहः अस्ति तस्य कृते प्रथम इति संज्ञा, द्वितीयसमूहस्य मध्यम इति संज्ञा, अनन्तरं तृतीयसमूहस्य उत्तम इति संज्ञा, तथैव यः द्वितीयभागम् अस्ति यः द्वितीयत्रीणि इति लिखितं तत्र अपि त्रयाणां त्रयाणां समूहः तत्र तस्य तत्रापि प्रथमसंज्ञा मध्यमसंज्ञा उत्तमसंज्ञा। सो त आतां ज इत्यस्य कृते एतेषां त्रयाणां प्रत्ययानां कृते प्रथमसंज्ञा, अनन्तरं था साथां द्वम् इत्यस्य कृते मध्यमसंज्ञा, तथैव था साथां द्वम् इट् वहि महिङ्ग्। सो ये अन्तिमत्रयाणां समूहः अस्ति तस्य कृते उत्तम इति संज्ञा, अतः द्विवारम् इति लिखितं त्रीणि त्रीणि। अतः अत्रापि आयाति न चिन्तनं किमर्थं महर्षिणा एकमेव पदं द्विवारम् उक्तम्, अत्र लघुः सिद्धिः न कृतं वा, अत्र लघुत्वविषयः नास्ति वा? अस्ति, परन्तु तत्र प्रयोजनम् अस्ति किमर्थं द्विवारम् उक्तम्। अस्तु, अनन्तरं 102 इति सूत्रे वदति इदानीं यः त्रयाणां समूहः अस्ति यस्य कृते प्रथम इति संज्ञा, नेक्स्ट् त्रयाणां कृते मध्यम इति संज्ञा, तानि तानि एकवचन द्विवचन बहु वचनानि एकशः सो एकशः इत्युक्ते एकमेकं स्वीकृत्य वन् बै वन् सो त्रयाणां यः समूहः अस्ति तत्र यः प्रथमसंज्ञा अस्ति वन् बै वन् तत्र किं संज्ञा अस्ति एकवचन द्विवचन बहुवचन पुनः एकवचन द्विवचन बहुवचन इति तत्र सो एतादृशरीत्या महर्षिणा तत्र किम् उक्तं ये तिङ्प्रत्ययानां प्रथमे परस्मैपदम् अपि च आत्मनेपदम् इति संज्ञा उक्तम् इदानीम् उक्तं प्रथमपुरुषसंज्ञा मध्यमपुरुष यद्यपि उपुरुष न उक्तं तद् लोकव्यवहारे तादृशप्रयोगः अस्ति अतः वयं किं वदामः प्रथमपुरुष इति संज्ञा मध्यमपुरुष इति संज्ञा उत्तमपुरुष इति संज्ञा सो प्रथम मध्यम उत्तम इति संज्ञा केषां तिङ्प्रत्ययानाम् एव व्याकरणे कोऽपि अन्यप्रत्ययानां कृते एतादृशसंज्ञा नास्ति प्रथमं मध्यम उत्तम अनन्तरं तत्र तानि एकवचन द्विवचन बहुवचनानि एकशः इति सूत्रेण तत्र अनेन सूत्रेण किं साधितम् इत्युक्ते कस्य प्रत्ययस्य एकवचन कस्य द्विवचन कस्य बहुवचन इति संज्ञा 102 अनन्तरम् अहं चिन्तयामि सुपः इति सूत्रमस्ति कोऽपि दृश्यतु अत्र वाट् इस् द 103 सूत्रं पुस्तकं कुत्र अस्ति सुपः आम् सो तत्र सुपः इति अस्ति सो सुपः सूत्रे एकवचन द्विवचन बहुवचनानि एकशः तानि सो सुप्रत्ययेषु अपि वयं जानीमः सुप्रत्ययाः एकविंशति सुप्रत्ययाः सन्ति सो तेषां कृते अपि वयं जानीमः तत्रापि एकवचनप्रत्ययः सु इति एकवचन आम् सु औ इति द्विवचनप्रत्ययः जस् इति बहुवचनप्रत्ययः कथं जानीमः कथं तत्र निर्णयं कर्तुं शक्यते सूत्रमेव प्रमाणम् अतः सुपः इति सूत्रम् अत्रैव दत्तं लाघवार्थमेव दत्तं सो सुपः इति सूत्रे किं भवति एकवचन द्विवचन बहुवचनानि एकशः इति तत्र अनुवृत्तिः भवति अतः सुप् प्रत्ययेषु अपि यः एकमेकं प्रत्यय स्वीकृत्य तत्र एकवचन द्विवचन बहुवचन इति संज्ञा भवति इति अत्र लिखितम् अस्तु इदानीं तत्र सूत्रमस्ति अत्रापि अत्र पश्यतु 105 इति सूत्रे लिखितं युष्मत् उपपदे समान अधिकरणे स्थानिनी अपि मध्यमः अनन्तरम् अस्ति अस्मदी उत्तमः इति सति सप्तम अस्मदी इति सप्तम्यन्तं पदमस्ति सो अत्रापि 105 अनन्तरम् अस्ति 107 अत्रापि अस्मद् उपपदे सति समान अधिकरणे स्थानिनी अपि उत्तमः इति तत्र पदानाम् अनुवृत्तिः अस्ति अनन्तरं लिखितं शेषे प्रथमा सो अत्रापि लाघवार्थमहर्षिणा किम् उक्तं शेषे इति पदम् अस्ति इत्युक्ते शेष इति विषयसप्तमी अस्ति अत्र शेषे इति सप्तम्यन्तं पदं सो शेषविषये तत्र प्रथम इति योजनीयं सो अत्र यः मध्यम उत्तम प्रथम 105 107 108 इति यः सूत्रम् अस्ति एतानि विधिसूत्राणि प्रथमे तत्र संज्ञा कृतं कस्य प्रथमसंज्ञा कस्य मध्यमसंज्ञा कस्य उत्तम इति संज्ञा अनन्तरं संज्ञायाः प्रयोजनं दृश्यते किमर्थम् एतादृशसंज्ञा महर्षिणा कृतं किमर्थं चेत् महर्षि तस्य प्रयोजनम् अत्र दृश्यते सो मध्यमीति संज्ञा यस्य कस्यापि मध्यमीति संज्ञा इदानीं जानीमः कस्य मध्यमीति संज्ञा व्याकरणे केषां प्रत्ययानां मध्यमीति संज्ञा ते प्रत्ययाः के युष्म मध्यमीति संज्ञा न मध्यम इति संज्ञा केषां सिप्थस्थ अपि च द्विवचन था साथां द्वं तो षट् प्रत्ययानां मध्यम् इति संज्ञा इदानीं जानीमः सूत्रद्वयेन इदानीम् अस्माभिः निर्णयं कृतम् अत्र दत्तं वा सि एते तिङ् प्रत्ययः तिप् तस्य स्क्रीन् दृश्यते वा मया शेर् कृतं वा तिप् तस्जि तिप्थस्थ मिप् वस्मस् अनन्तरं त आतां ज था साथां द्वम् ईड्वहि मन् तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तमः तिङ्गस्त्रीणि त्रीणि दीस् आर् तत् फस्ट् थ्री सो तिप् भगिनी त्रीणि त्रीणि आत्मनेपदी परस्मैपदी अस्ति वा त्रीणि त्रीणि त्रीणि किं वारम् उक्तं त्रीणि इति पदेन त्रीणि त्रीणि द्विवारम् इत्युक्ते त्रीणि इत्युक्ते त्रयाणां त्रयाणां त्रयाणां प्रथमपुरुष मध्यमपुरुष त्रयाणां समाहारः आत्मनेपदी तद् अस्ति वा द्विवारं वदति न न द्विवारम् इत्युक्ते अस्मिन् सूत्रे तिङ्गस्त्रीणि त्रीणि इति सूत्रे प्रत्येकस्य पदस्य तत्र तिङ्गः इत्युक्ते अत्र तिङ्गविषयः अस्ति तिङ्गः स्थाने सो तिङ्ग तिङ्षु तिङ्षु तिङ्प्रत्ययेषु त्रयाणां त्रयाणां समूहः यः अस्ति त्रयाणां समूहानां कृते प्रथम मध्यम उत्तम इति संज्ञा अस्ति इदानीं तत्र प्रश्नः अस्ति एकमेव त्रीणि उक्तं चेत् पर्याप्तं किमर्थम् आरिषिण द्वितीयपदमपि दत्तं त्रीणि त्रीणि इति द्विवारं किमर्थम् उक्तम् किमर्थं चेत् तत्र भागद्वयमस्ति तिङ्प्रत्ययानां तत्र प्रथमे एव संज्ञासूत्रेण भागद्वयं कृतम् एकं एकः भागः अस्ति परस्मैपदीप्रत्ययानां द्वितीयसमूहः अस्ति आत्मनि येषां कृते आत्मनिपदसंज्ञा अस्ति अतः द्विवारम् उक्तं सो त्रीणि उक्तं खलु महोदय द्विवारम् एव उक्तं द्विवारम् एव उक्तं किमर्थं द्विवारम् एव उक्तं किमर्थं चेत् अत्र अत्र भागद्वयम् एव अस्ति अतः द्विवारम् उक्तं तिङ्प्रत्ययानां भागद्वयं कृतं तिङ् इति प्रत्ययेषु अष्टादश प्रत्ययाः सन्ति परस्मैपदभाग अपि च आत्मनेपद इति संज्ञा that is why divaram eva uktam we see that see here we see the don't take one bag here there is the three groups are there but overall ye thing ashtadash thing pratyah santi tatra bag dvayam sangya adarena bag dvayam understood so trayanam yah samuha asti trayanam yah samuha asti pratham itukte order रूपेण दत्तम् अत्र पश्यतु लस्य इत्यनेन तिप् तस् झि इति अत्र क्रमः वर्तते प्रत्ययानां कश्चित् क्रमः दत्तं तस्मिन् एव क्रमे प्रत्ययानां तत्र इह लिखामः चेत् तिप् तस् झि सिप् थस्थ मिप् वस्मस् त्रयाणां यः समूहः अस्ति इत्युक्ते प्रथमत्रयाणां समूहः इत्युक्ते किं स्वीकरणीयं तिप् तस् झि स्वीकरणीयम् बिकास् त्रीणि इत्यनेन तत्र समाहारद्वन्द्वः अस्ति त्रयाणां समूहः त्रीणि इत्यनेन तु तस्य कृते तत्र किम् अस्ति प्रथम इति संज्ञा अनन्तरं यः त्रयाणां समूहः सिप् थस्थ त्रयाणाम् एव समूहः वी केनाट् टेक् टु वी केनाट् टेक् फोर् वी हेव् टु टेक् ओन्लि थ्री सो सिप् थस्थ इत्यस्य कृते मध्यम इति संज्ञा मिप् वस्मस् इत्यस्य कृते उत्तम इति संज्ञा पुनः त आतां च तिङ् आर् नाट् टिल् मस् ओन्लि तिङ् आर् टि आरभ्य महिङ् पर्यन्तम् अतः पुनः त्रयाणां कृते पुनः मध्यम इति संज्ञा था साथां द्वम् इत्यस्य कृते सोरि प्रथम इति संज्ञा मध्यम इति संज्ञा अनन्तरम् उत्तम इति संज्ञा सो इदानीं प्रश्नः अस्ति प्रथम इति संज्ञा केषां कृते तिप्तजि अपि च त आतां ज एतेषां षट् प्रत्ययानां कृते मूले तु प्रथमतिनि प्रत्ययः परस्मैपदसंज्ञकाः अपि च प्रथमसंज्ञकाः सो तिप् इत्यस्य कृते न केवलं परस्मैपद इति संज्ञा, तिप् इत्यस्य कृते प्रथम इति संज्ञा अपि अस्ति. अपि च इदानीं तानि एकवचन द्विवचन बहुवचनानि एकशः इत्यनेन तिप् इत्यस्य कृते एकवचन इति संज्ञा अपि अस्ति. सिमिलर्ली तस् इत्यस्य कृते, तस् प्रत्यस्य कृते परस्मैपदसंज्ञा अस्ति, प्रथम इति संज्ञा अस्ति, द्विवचन इति संज्ञा अस्ति. जी इत्यस्य कृते परस्मैपदसंज्ञा, प्रथम इति संज्ञा, अपि च बहुवचन इति संज्ञा. सो तदा एव वयं किं वदामः, प्रथमपुरुष एकवचनस्य विवक्षायां प्रथम विषे, प्रथम पुरुषः आल्सो विषे एकवचनस्य विवक्षायां पद पदनिर्णय तु धातुः आधारेण भवति. सो धातु दृष्ट्वा एव तत्र पदनिर्णयः भवति. सो वि डोण्ट् से सो परस् प्रथमपुरुष एकवचनस्य विवक्षायां तिप् अपि आगन्तुं शक्यते, त अपि आगन्तुं शक्यते. तिप् इत्यस्य कृते अपि पर प्रथम अपि च एकवचन इति संज्ञा, त इत्यस्य कृते अपि दिस् प्रथम इति संज्ञा, अपि च एकवचन इति संज्ञा. आत्मनेपद परस्मैपद इति निर्णयः तु धातु आधारेण भवति. धातु किं स्वीकरोति, धातु परस्मैपद प्रत्यय स्वीकरोति वा आत्मनेपद प्रत्यय स्वीकरोति इति तु धातु आधारेण निर्णयः भवति. परन्तु इदानीं स्पष्टम् अस्ति, यदि धातु परस्मैपद प्रत्ययः स्वीकरोति तदा तु एकवचन प्रथम एकवचनस्य विवक्षायां तिप् योजनीयम्. यदि धातुः आत्मनेपदी एव स्वीकरोति तत्र प्रथमपुरुष एकवचनस्य विवक्षायां त योजनीयम् इति तत्र निर्णयः भवति. चन्द्रवासी भगिनी अवगतं वा भगिनी? इदानीम् अवगतं भगिनि. सो कथं तत्र निर्णयः भवति, सूत्राधारेण एव भवति. सूत्राधारेण एव स्पष्टतया उक्तं तिप् इत्यस्य कृते का संज्ञा, तस् इत्यस्य कृते का संज्ञा. सो लः परस्मैपदम् इत्यनेन परस्मैपदसंज्ञा, तिङ्गस्त्रीणि त्रीणि प्रथममध्यम उत्तम इत्यनेन तिप् इत्यस्य कृते प्रथमसंज्ञा, तानि एकवचन द्विवचन बहुवचनानि इति सूत्रेण तिप् इत्यस्य कृते एकवचन इति संज्ञा अपि अस्ति. सो धातु आधारेण तत्र किं विवक्षा अस्ति, अस्माकं वयं किम् इच्छामः इत्युक्ते we are only the final because we are making the pada na, we are the nirmata, so we will decide what we want, so accordingly we will add the pratyaya. yada asmakam vivakshati pitasya asti tita pratham purusha ekvachanasya asti tada dhatu drishtva tatra tipyojaniyam no chet ayojaniyam. dhatu kim svikaroti, dhatu is also deciding factor. मम विवक्षा तु अस्ति प्रथमपुरुषे एकवचनस्य, परन्तु धातु आधारेण तत्र तिप् तिप् अहं योजयामः वा योजयामि वा त योजयामि इति तत्र निर्णयः भवति. अस्तु, सो यः प्रथम इति संज्ञा, मध्यम इति संज्ञा, उत्तम इति संज्ञायाः प्रयोगः कुत्र दृश्यते, अग्रे सूत्रेषु दृश्यते यथा अत्र अस्ति. सो मध्यमी इति संज्ञा येषां येषां तिङ् प्रत्ययानाम्, इदानीं जानीमः मध्यमी इति संज्ञा तु तिङ् प्रत्ययानाम् एव, षट् तिङ् प्रत्ययानां मध्यमी इति संज्ञा. इदानीं प्रथमे महर्षिः वदति यः मध्यमी इति प्रत्ययाः तेषां प्रयोगः कुत्र भवति, अतः अत्र विधिः दत्तं. मध्यमी इति प्रत्यय तिङ् प्रत्ययाः ये सन्ति तेषां प्रयोगः वयं कुत्र कर्तुं शक्यते इत्र अस्मिन् सूत्रे दत्तं. सो 105, 107, 108 एतानि विधिसूत्राणि, परन्तु 101, 102 इति संज्ञासूत्राणि, संज्ञासूत्रे द्वे. अत्र मध्यम प्रथममध्यम उत्तम, अपि च एकवचन द्विवचन बहुवचन इति संज्ञा कृतम्, अनन्तरं तेषां प्रयोगः कुत्र भवति इति अत्र दत्तम्. अस्तु, इदानीं स्पष्टमस्ति वा? इदानीं युष्मदुपपदे समाने अधिकरणे स्थानिनी अपि मध्यमः अत्र न दत्तम्. लेट्स् गो टु अष्टाध्यायी डाट् काम्, वी विल् रीड् दि सूत्रं तत्र. सो अत्र इत्युक्ते साररूपेण वदामः चेत् ये मध्यमसंज्ञक प्रत्ययाः सन्ति तिङ्षु येषां कृते मध्यम इति संज्ञा सिप्तस्थ था साथां द्वम् एते षट् प्रत्ययानां कृते इदानीं स्पष्टम् अस्ति तेषां कृते एव मध्यम इति संज्ञा अस्मिन् सूत्रे दत्तं मध्यम इति संज्ञा मध्यम इति ये प्रत्ययाः तिङ्प्रत्ययाः तेषां प्रयोगः कुत्र करणीयम् अस्माभिः कुत्र करणीयं सो अत्र लिखितं युष्मदी अत्र यन्सन्धि कृतम् अस्ति युष्मदिति दकारान्त् प्रातिपदिकम् अस्ति इत्युक्ते अत्र सूत्रे युष्मदी इति यः लिखितम् अस्ति तस्य सप्तम्यन्तं पदम् अस्ति सो युष्मदी उपपदे सति युष्मदी उपपदे समाने अधिकरणे स्थानिनि अत्रापि स्थानिनि यन्सन्धिकृतम् अस्ति स्थानिनि अपि मध्यमः सो अत्र लिखितं यदा युष्मत् शब्दः यः युष्मत् शब्दः अस्ति उपपदम् इत्युक्ते अत्र उप इति वयं जानीमः उप इति यः किम् अस्ति प्रादयः अस्ति द्वाविंशतिप्रादयेषु उप इति एकं प्रादयः अस्ति सो यत्र उप इति समस्तपदे उप इति पदस्य तत्र किम् अर्थः भवति समीपं भवति यदा वयं वदामः उपनदीं सो नद्याः समीपे इति तत्र समासविग्रहः भवति सो अत्रापि युष्मदी उपपदे इति यः उक्तम् इत्युक्ते युष्मद् शब्दस्य यः समीपस्थपदम् अस्ति समान अधिकरणे इत्यनेन यः पदं दत्तम् अत्रापि अत्र सति सप्तमी अस्ति इत्युक्ते यदा युष्मत् उपपदं युष्मत् यः उपपदं वयं जानीमः युष्मत् पदं कथं त्वं युवां यूयं तां युवां तत्र यः एकविंशतिरूपाणि भवन्ति उपपदानि भवन्ति युष्मत्पदस्य यत्र युष्मत् शब्दस्य अपि च तिङ्प्रत्ययस्य अत्र तिङ्प्रत्ययस्य विषयः किमर्थं चेत् मध्यम इति यः अस्ति सः तिङ्प्रत्ययस्य संज्ञा अतः वयम् अन्वेतुं शक्नुमः अत्र तिङ् इति एव विषयः अस्ति किमर्थं चेत् मध्यम इति संज्ञा तु तिङ्प्रत्ययानाम् एव अस्ति सो यत्र युष्मद् युष्मद्शब्दस्य कोऽपि उपपदम् अस्ति तत्र यदि तिङ् अपि च तिङ् प्रत्ययस्य समान अधिकरणम् अस्ति समान अधिकरणम् इत्युक्ते द्वयोः इत्युक्ते युष्मद् उपपदस्य अपि च तिङ् प्रत्ययस्य यत्र समान सम्बन्धः अस्ति तत्र सः युष्मद् स्थानिनी अपि इत्यनेन तत्र लेटस् लीव् दिस् स्थानिनी अपि सो यत्र युष्मद् इति शब्दस्य उपपदस्य अपि च तिङ् प्रत्ययस्य समान निर्देशः कृतम् अस्ति तत्र धातोः अनन्तरं मध्यमसंज्ञक प्रत्ययः योजनीयं सो विवक्षानुगुणम् एकवचन द्विवचन नो चेत् बहुवचन तथैव विवक्षानुगुणं धातुः आत्मनेपदी अस्ति चेत् था साथं द्वम् इति योजनीयं परन्तु अत्र केवलं लिखितं मध्यम इदानीम् अस्ति स्थानिनी अपि स्थानिनी अपि इत्युक्ते स्थानिनी स्थान् योग इनि प्रत्ययः स्थान् स्थानम् अस्य अस्ति इति तत्र विग्रहवाक्यं भवति कस्य स्थान् इति उक्तं युष्मत्पदस्य उपस्थिति स्थान् इत्युक्ते प्रसेन्स् सो यत् वाक्ये युष्मत्पदस्य उपस्थिति अस्ति वा नास्ति परन्तु युष्मद् उपपदस्य अपि च तिङ् प्रत्ययस्य समानसम्बन्धः समाननिर्देशः कृतम् अस्ति सः युष्मद् उपपद तस्मिन् वाक्ये अस्ति वा नास्ति अपि इत्यनेन अस्ति वा नास्ति इत्युक्ते प्रसेण्ट् अस्ति आल्सो इत्युक्ते नास्ति आल्सो तदेव तत्र निर्णयः भवति तत्र अस्माभिः मध्यमपुरुषप्रत्ययः योजनीयम् इति सूत्रं वदति सो युष्मद्पदस्य विषये एव व्याकरणशास्त्रे तत्र मध्यम् इति प्रत्ययः योजनीयं, परन्तु वयं जानीमः युष्मत्शब्दस्य तु एकविंशति तत्र फार्म्स् भवति इत्युक्ते तत्र न केवलं तत्र कारकाधारेण फार्म् भवति, कर्तृकारक, कर्मकारक, देन् दिस् अपादान्, देन् सम्प्रदान्, अधिकरणकारक. सो अत्र यत्र तिङ्प्रत्ययस्य अपि च युष्मद् उपपदस्य समाननिर्देशः अस्ति तत्र एव मध्यमसंज्ञकप्रत्ययः योजनीयम् इति सूत्रस्य अर्थः भवति. इत्युक्ते मध्यम् इस् फिक्स्ड् फार् युष्मद् शब्दः. सर्वेषां युष्मद् उपपदानां कृते मध्यम् इति प्रत्ययः न उक्तम्. अत्र उक्तं यत्र युष्मद् उपपदम् अपि च तिङ्प्रत्ययः तेषां समान अधिकरणम् अस्ति तदा एव मध्यम प्रत्ययोजनीयं, सर्वदा न योजनीयं. कोऽपि एव युष्मदपदमस्ति चेत् तत्र वयं मध्यम इति न योजनीयम् इति तत्र न लिखितं. सो तिङ्प्रत्ययस्य अपि च क्रियायाः यः पदमस्ति यत्र तिङ्प्रत्ययः दृश्यते अपि च युष्मदशब्दस्य तत्र द्वयस्य अपि समान अधिकरणम् अस्ति चेदेव मध्यम प्रत्ययः योजनीयं. सो यत्र किम् एकवारं तत्र वेब्सैट् मध्ये अपि पठामः तत्र प्रायशः स्पष्टं भवति. एकनिमिषः. अस्ति वा नास्ति वा इत्युक्ते किं महोदय? अस्ति इत्युक्ते सपोज् ऐ से सपोज् ऐ डोण्ट् यूस् त्वम् इति शब्दम् ऐ यूस् बट् ऐ यूस् पठसि आर् लिखसि. यद्यपि तत्र तस्मिन् वाक्ये त्वम् इति पदस्य प्रयोगः न कृतम् अस्ति तथापि मम विवक्षा तु मध्यमपुरुषस्य एव अस्ति, अतः सः त्वं पदं तत्र उक्तं वा न उक्तं तद् मुख्य नास्ति, परन्तु विवक्षा अस्ति चेत् तत्र मध्यमपुरुष इति आगन्तुं शक्यते इति तस्य अर्थः भवति. सो वाक्ये यः वाक्यमस्ति इत्युक्ते पदानां प्रयोगः वाक्ये एव भवति. सो तत् क्रियापदं भवतु वा दिस् दिस् नामपदं भवतु तस्य प्रयोगः तु वाक्ये भवति. सो वाक्ये मया तत्र युष्मद् उपपदम् उक्तं वा न उक्तं, युष्मद् पदस्य उपस्थितिः अस्ति वा नास्ति, परन्तु विवक्षा अस्ति, अहं तदेव वक्तुम् इच्छामि, तत्र मध्यम इति संज्ञ प्रत्ययः तत्र योजनीयम् इति तस्य अर्थः. सो वाक्ये उपस्थितिः तस्य युष्मद् उपपदस्य उपस्थितिः अस्ति वा नास्ति, अस्ति चेत् तदापि भवति, केवलं विवक्षा अस्ति परन्तु साक्षात् पदं तत्र वाक्ये न दत्तं तदा अपि, परन्तु तादृशविवक्षा अस्ति यत्र तस्य पदस्य अपि च तिङ्प्रत्ययस्य समान अधिकरणम् अस्ति तत्र मध्यमपुरुषप्रत्ययः एव योजनीयम् इति सूत्रं वदति. सो तादृशस्थित्यां केवलम् अहं मध्यमपुरुषप्रत्ययः एव योजनीयं. सो यः त्वं युवां यूयं नो चेत् त्वां युवां युष्मान् इत्युक्ते तत्र त्वया, तुभ्यं, त्वत्, त्वयि, युवाभ्यां, युष्मत्, एते सर्वे युष्मत्पदस्य उपपदानि सन्ति, परन्तु सर्वेषां प्रयोगे वयं मध्यमपुरुषप्रत्ययः तु न योजयितुं शक्नुमः. सः सपोज् ऐसे सः त्वां पुस्तकं ददाति, यद्यपि अस्मिन् वाक्ये सः त्वां पुस्तकं ददाति. सो अत्र ददाति इति अत्र तु मध्यमपुरुषप्रत्ययः न दृश्यते, अत्र तु त्वाम् इति युष्मद् उपपदम् अस्ति. सो किमर्थम् अत्र अनेन सूत्रेण धातोः अनन्तरं मध्यम इति प्रत्ययः न दृश्यते, अत्र तु प्रथम इति प्रत्ययः दृश्यते, ददाति ति इति प्रत्ययः श्रूयते, ति प्रत्ययः तु प्रथम संज्ञक प्रथमपुरुषसंज्ञकः अस्ति. सो अस्मिन् वाक्ये यः यः क्रियापदम् अस्ति, यः तिङ्प्रत्ययः अस्ति तस्य, अपि च त्वाम् इति युष्मदुपपदस्य समान अधिकरण्यं नास्ति। त्वाम् इत्यनेन तु कर्मपदस्य बोधः जायते, ददाति इत्यस्य कृते तु कर्तरि कर्तृबोधः जायते। सो द्वयोः तत्र समान अधिकरणं नास्ति, अतः अत्र तादृशस्थित्या मया अत्र धातोः अनन्तरं मध्यम इति प्रत्ययः न योजनीयम्, अत्र तु प्रथम एव योजनीयम्। सो वी हेव् टु सी कुत्र मध्यम इति संज्ञक प्रत्ययः धातोः अनन्तरं योजनीयं, यत्र प्रथमे तु सः युष्मद् उपपद् भवेत्। सो युष्मत्पदस्य कोऽपि उपपदः एव भवेत्, अपि च युष्मदुपपदस्य अपि च तिङ्प्रत्ययस्य, यथा मया उक्तं तत् सूत्रं मया विस्मृतम्। सो केन् सम्बडि मेमरैज् दट् सूत्रं, कर्तरि अकर्त इत्युक्ते सकर्मकेभ्यः अकर्मकेभ्यः तिङ्प्रत्ययानां प्रयोगः कर्तरि कर्मणि भावे प्रयोगे भवति इति तत्र सूत्रं वदति। नाट् नोटेड् डौन् सम्वेर्। सो तिङ्प्रत्ययाः अष्टादश तिङ् द 18 तिङ्प्रत्ययः, दे केन् टेल् मी अबौट् दिस् कर्तृ कर्म अपि च एक्षन् भाव् इत्युक्ते एक्षन् इट् सेल्फ्। So they have the capability of telling me about who is the karta, to indicate the karta. Ting pratyaya have the capability of indicating a karma padam, and ting pratyaya have the that shakti in it that it can tell me about the action itself, because ting pratyaya vivaksha anugunam mama vivaksha कर्तृप्रदस्य कर्तरि प्रयोगस्य अस्ति वा कर्मणि प्रयोगस्य अस्ति वा भावे प्रयोगस्य अस्ति वा, तत्र सर्वत्र तिङ्प्रत्ययस्य प्रयोगः भवति। सो तिङ्प्रत्यये तादृशशक्ति अस्ति, सो देट् इस् वै अत्र यः समाने अधिकरणे लिखितं तस्य आधारेण तिङ्प्रत्ययस्य अपि च युष्मदुपपदस्य यत्र समान अधिकरणम् समाननिर्देशः कृतम् अस्ति तत्र एव मध्यम् इत्युक्ते वेन् ऐ से त्वं पचसि इत्यनेन अथवा त्वं पठसि, सो अत्र त्वम् इति पठसि कः पठसि त्वं पठसि, सो अत्र त्वम् इति यः युष्मदुपपदम् अस्ति त्वम् इति युष्मदुपपदम् अस्ति सः तस्य तेन पदेन कर्तृ इति कारकस्य बोधः जायते। पचसि इत्यनेन अथवा पठसि इत्यनेन अपि तत्र सि इति प्रत्ययः कर्तृ कारकस्य एव निर्देशः भवति, अतः तस्यां स्थित्याम् एव मध्यम इति सि सिप् इति प्रत्ययः आगन्तुं शक्यते। सो युष्मदुपपदस्य अपि च तिङ्प्रत्ययस्य यत्र समान निर्देशः कृतम् अस्ति तत्र एव मध्यम संज्ञक प्रत्ययः भवितुं शक्नोति। सो यदा मया उक्तं सः त्वां पुस्तकं ददाति, तत्र ददाति इति क्रियापदे तिङ्प्रत्यये ति इति प्रत्ययस्य अपि च त्वाम् इत्यस्य युष्मशब्दस्य समान अधिकरण्यं नास्ति, त्वाम् इत्यनेन कर्मपदस्य बोधः जायते, ददाति इत्यस्य कर्तृपदस्य बोधः जायते, अतः तत्र धातोः अनन्तरं मध्यम इति प्रत्ययः न आगन्तुं शक्यते, सिप् प्रत्ययः न आगन्तुं शक्यते। तत्र तु शेषे प्रथमा इत्यनेन प्रथमसंज्ञक् प्रत्ययः ति इति प्रत्ययः एव आगन्तुं शक्यते, न तु मध्यमसंज्ञक्। एकवारं वेब्सैट् तत्र पठामः किं लिखितमस्ति, तत्र किञ्चित् उदाहरणानि आम् भगिनि वदतु, श्रूयते वा? अत्र स्थानिनि इति सप्तमी एकवचनम् अस्ति उपपदे, स्थानिनि मध्यमः, स्थानिनि विभक्ति का सप्तमी विभक्ति स्थानिनि स्थानिन् इति नकारान्त शब्दः स्थानिन् इति इन् इति प्रत्ययः इनि प्रत्ययः सो स्थानिन् इति शब्दः नकारान्त शब्दः तत्र स्थानिनि यः अस्ति सप्तमी अन्तम् अस्ति अस्मिन् अत्र अस्मिन् सूत्रे सति सप्तमी प्रयोगः इत्युक्ते युष्मद् उपपदे स्थानिनि सति अपि च समान अधिकरणे तिङ् प्रत्ययस्य समान अधिकरणे सति एव मध्यम इति प्रत्ययः योजयितुं शक्नुमः मध्यम इति प्रत्ययानां विधिः इति उक्तं सो अत्र सर्व सति सप्तमी प्रयोगः दृश्यते वेब्सैट् दृश्यते वा तदित् प्रत्ययः इनि इति तदित् प्रत्ययः स्क्रीन् दृश्य दिस् वेब्सैट् अष्टाध्यायी डाट् काम् इति सूत्रं दृश्यते वा यथा तत्र भगिनी यथा तत्र समस्तपदस्य विग्रहः भवति तथैव तदितान्तपदस्य अपि विग्रहवाक्यं भवति सो विग्रहः न केवलं विग्रहवाक्यं न केवलं समस्तपदस्य तत्र अपेक्षितं तदित् प्रत्ययस्य अर्थ अवगमनार्थमपि विग्रहवाक्यम् अपेक्षितं सो यत्र इनि प्रत्ययः आयाति स्थान् इति प्रातिपदिकम् अस्ति तदित् प्रत्ययात् तदित् प्रत्ययानां प्रयोगः तु प्रातिपदिकात् एव भवति यथा कृत् प्रत्यय कृत् प्रत्ययानां धातोः अनन्तरं भवति तदित् प्रत्ययानां प्रातिपदिकात् सो स्थान् इति प्रातिपदिकं तस्य अनन्तरम् इनि इति तदित् प्रत्ययः स्थानिन् भवति इनि प्रत्यय इकारस्य इत्संज्ञा अस्ति इन् एव अवशिष्यते सो स्थानिन् भवति स्थानिन् भवति चेत् नकारान्त् पुनः तस्य प्रातिपदिकसंज्ञा अस्ति नकारान्त् प्रातिपदिक अस्ति यथा कृदन्तानां पुनः तत्र कृदन्तानां प्रातिपदिकसंज्ञा अस्ति तथैव तदितानामपि प्रातिपदिक पुनः प्रातिपदिक भवति कृत् तदित् समासाः च प्रातिपदिकम् सो कृत् इत्यनेन कृदन्त तदित् इत्यनेन तदितान्तशब्दः सो इदानीं स्थानिन् इति तदितान्तशब्दः अस्य पुनः धातु इति संज्ञा सो तत्र सुप्रत्ययः योजयितुं शक्नुमः सो सप्तमी विभक्ति किं भवति स्थानिनि सो स्थानिनि इत्युक्ते स्थानः स्थानिन् इत्युक्ते स्थानः अस्य अस्ति इति तत्र विग्रहवाक्यं भवति यत्र इनि प्रत्ययः अस्ति स्थान अस्य अस्ति कस्य कस्य स्थान अस्ति युष्मत् उपपदस्य सो स्थान कुत्र अस्ति इत्युक्ते उपस्थितिः कुत्र अस्ति वाक्ये वाक्ये एव तस्य उपस्थितिः अस्ति प्रेजेन्स् अस्ति सो प्रेजेन्स् अस्ति वा नास्ति तद् न प्रेजेन्स् अस्ति चेदपि मध्यं प्रेजेन्स् नास्ति चेत् परन्तु विवक्षा अस्ति तदा मध्यम् इति सङ्ख्यक प्रत्ययः आगन्तुं शक्नुमः योजयितुं शक्नुमः इति तस्य अर्थः अस्तु इदानीम् अत्र पश्यामः किं लिखितमस्ति कः पठति कः अथवा का पठति अहं पठामि महोदय पठतु भगिनि अत्र युष्मदुपपदे समानाधिकरणे स्थानिन्यपि मध्यमः अत्र पदविच्छेदः युष्मद्दि सप्तमी एकवचनं उपपदे सप्तमी एकवचनं समान अधिकारणे सप्तमी एकवचनं अधिकरणे समान अधिकरणे सप्तमी एकवचनं स्थानिनि सप्तमी एकवचनं अपि अव्ययम् मध्यमः प्रथमा एकवचनम् अधिकरण इति किम् अस्ति भगिनि जानाति वा अधिकरण अधिकरण सप्तमी तत्र एतत् संज्ञा अधिकरण इति संज्ञा अस्ति व्याकरणे सो अधिकरण इति संज्ञा अपि पारिभाषिकशब्दः व्याकरणशास्त्रे सो तत्र एकं सूत्रम् अस्ति अहं चिन्तयामि प्रथमे अध्याये आधारो अधिकरणम्, आधारो अधिकरणम्, आधारः इत्युक्ते आधारस्य विषये बहु किमपि उक्तमस्ति. आधारः इत्युक्ते यत्र क्रियाः क्रिया भवति तदपि आधारः अस्ति. सो आधारः इत्युक्ते अत्र सम्बन्धः, अत्र तु सम्बन्धः स्वीकृतमस्ति. समानसम्बन्धः, समानसम्बन्धे सति, वनैसे सम्बन्धः, वन्विषे सम्बन्धः, रिलेशन्शिप्. सो तत्र कस्य कस्य तत्र क्या का विवक्षा अस्ति? पद पदार्थद्वयस्य विवक्षा अस्ति. When I say relationship, there has to be at least two things, na? There can be many things also. But when we say sambandha, at least padarthu dvayam tatrastaha. Yayoho sambandhasi vishaye uktam asti. So atra kasya kasya vishaye sambandha. Samana adhikaranam ityukta kasya kasya padarthu dvayam kim atra. Ekam asti yushmad shabda. द्वितीयं किं प्रत्यय? मध्यं संज्ञक तिङ् प्रत्ययः, मध्यं तिङ् प्रत्ययः, केवलं मध्यं तिङ् प्रत्ययः. तदैव अस्ति. सो अत्र पदार्थद्वयस्य यः समानसम्बन्धः, कयोः युष्मदुपपदस्य अपि च ये सिप्तस्थ अपि च खासाथान्द्वं तेषाम् एव मध्यं संज्ञक, ते ते प्रत्ययाः एव मध्यं संज्ञक प्रत्ययाः. सो तिङ् प्रत्ययेषु मध्यमसंज्ञक तिङ् प्रत्ययेषु प्रत्ययानाम् अपि च युष्मदुपपदस्य समानसम्बन्धः, समाननिर्देशः, समान इत्युक्ते यत् कार्यं युष्मद् पदेन भवति तदेव पदं तदेव सम्बन्धः अत्रापि दृश्यते. तदा एव वयं प्रयोगः कर्तुं शक्यते. अग्रे पठतु भगिनि, अत्र उल्लेखः दत्तः. अधिकारः आकडारात् एको, अस्मिन् अधिकारे एव पठितम्. यदा युष्मत् अनुवृत्तिसहितसूत्रं युष्मति उपपदे समानधिकरणे स्थानिनी अपि मध्यमः. यदा युष्मत् शब्देन तथा च तिङ् प्रत्ययेन समानपदार्थस्य निर्देशः भवति तदा युष्मत् शब्दस्य उपस्थितौ अनुपस्थितौ चापि धातोः मध्यमपुरुषस्यैव तिङ् प्रत्ययाः विधीयन्ते. यथा त्वं पश्यसि, किं पश्यसि, त्वं दृश्यसे, किमपि अवगतं वा? अग्रे अनन्तरम् अग्रे पठामः. अत्र यः बोल्ड् वाक्येन यत् लिखितं तत् अवगतं वा भगिनि? किञ्चित्. यदा युष्मत् शब्देन तथा तिङ् प्रत्ययेन समानपदार्थस्य निर्देशः. एतत् समानपदार्थस्य युष्मत् शब्दः इत्युक्ते युष्मत् शब्दः इति प्रातिपदिकम् अस्ति. वी केन् कन्सिडर् हियर् एस् पदार्थस्य इत्युक्ते कारक, कारक इत्युक्ते कारक इस् अ शक्ति, कारक इस् अ शक्ति बै विच् the power by which I come to understand, because kati karakaha santi bhagni? Karakaha. Shat karakaha. Itukte, vibhaktis are seven. But karakaha shat eva. Sambandh karakaha. Shashti vihaya. Haan, shashti vihaya. Sambandh yaha asti, shashti sambandha. Tat vihaya anya sarvani karakani. So karak is a shakti. Karak is a shakti itukte when kriya happens, kriya yaha krite na kevalam kartruhu iti avashakam asti, kriya yaha krite anyani padarthani api avashakani. suppose I am the karta and I want to do some action. I want to make a ghatah. I want to make a pot. So ghatam kur karomi iti mama vivaksha asti. So only karta is not avashyakam na tatra that padarthani api tatra kopi adhikaranam bhavet yatra aham where I can sit and make this pot. Asthan is also vivakshitam. What you call that mud and all that is also vivakshitam. Then this dandaha api avashyakam. So by which I can move that wheel. Wheel is also important. So for the action to happen, for the action to complete, only karta is not important. All the other things are also important. So all the other things that are important for performing any action, they are known as karakas. So yatha tatra karana karakah bhavat. Aham patram likhami. Okay, patram is the object. Parantu aham kena patram likhami. Kalamena patram likhami. So karan karak is also important to complete that action. So lekhanasya krite na kevalam aham iti karta iti avashyakam, object avashyakam, karana api avashyakam. So kutra gruhe likhami va kutra adhikaranam api avashyakam. So प्रातिपदिकमस्ति. सो प्रातिपदिकस्य यानि रूपाणि सम्भवन्ति, एकविंशतिरूपाणि भवन्ति, उपपदानि सन्ति, तत्र कारकाधारेण ज्ञातुं शक्यते कः कारकः क्रियायाः सह तस्य कः सम्बन्धः अस्ति. क्रिया यः भवति कर्तुः आवश्यकं, क्रिया कर्तारम् अनुसरति, तत्तु सत्यम्. परन्तु क्रियायाः कृते केवलं कर्तारमेव अपेक्षितं नास्ति, कर्मपदमपि अपेक्षितं, कर्णकारकमपि अपेक्षितं. तथैव दिस् अपादान् कुत्रचित् भवति, कुत्रचित् न भवति, परन्तु दिस् अधिकरणकारकमपि आवश्यकं. सो अत्र पदार्थस्य इत्यनेन कारकस्य निर्देशः इत्युक्ते यत्र युष्मद्शब्दः अपि च तिङ् प्रत्ययः समानकारकस्य निर्देशः करोति तदा एव, इत्युक्ते तस्य तदेव सारः, तदा एव धातोः अनन्तरं मध्यमपुरुषप्रत्ययः योजयितुं शक्नुमः. इत्युक्ते इफ् ऐ से दिस् त्वाम् आर् त्वयि आर् दियर् त्वयि इस् रिप्रेसेण्टिङ्ग् दिस् सम् अदर् कारक, बट् पश्यसि इत्यनेन सः केवलं कर्तारमेव बोधयति. सः पश्यसि, वेन् ऐ से सपोज् ऐ से पठामि, ओन्ली ऐ से पठामि. सो लुकिङ्ग् एट् पठामि, वट् आल् केन् यु, वट् डस् दिस् पठामि इण्डिकेट् मी, वट् डस् पठामि इण्डिकेट् पठामि. सो पठनक्रिया इति अहम् इण्डिकेट् करोति, अत्र पठनक्रिया भवति. अपि च अत्र पुरुषस्य निर्देशः अपि कृतमस्ति. पठामि आमि, सः पठति इति वदामः चेत् अहं पठामि, कोऽपि अन्येन पठति. सो वेन् ऐ सी द क्रियापदं, फ्रोम् द क्रियापदम् अगत्यं नास्ति. पठामि इत्युक्ते अहमेव पठामि. सिमिलर्लि सपोज् ऐ से पठ्यते, पठ्यते इत्यस्य इत्यनेन क्रियापदेन कः निर्देशः अस्ति? कर्मणि. वेन् ऐ से पठ्यते, यु डोण्ट् से कः पठ्यते, यु से वाट् इस् बीङ्ग् रेड्, नाट् कः पठति. सो अत्र कर्मपदस्य विवक्षा अस्ति, न तु कर्तु विवक्षा अस्ति. So thing pratyaya, because thing pratyaya has the power to tell me about the karta, to tell me about the karma, and also to tell me about the action. कुत्रचित् केवलम् अक्ष वनसे हसति सो हसति इत्यनेन कर्तारं तु बोधयति अपि च एक्षन् अपि अस्ति अत्र कर्मपदस्य बोधः न जायते किमर्थं चेत् अकर्मकधातुः अस्ति हस्यते इत्यनेन अपि यदा वयं हस्यते वदामः तत्र केवलं भावः एव तस्य एव बोधः भवति किं हस्यते तस्य उत्तरं न तत्र भवति सो सो कर्तृपद दृष्ट्वा तस्मिन् सः तिङ्प्रत्ययः कस्य निर्देशः करोति सः न केवलं क्रियायाः निर्देशं करोति अपि च तत्र कर्तु अपि च कर्म पदस्य निर्देशः अपि भवितुं शक्नोति कर्मक वा अकर्मक वा सो सो यत्र युष्मशब्दस्य अपि च क्रियापदस्य समाननिर्देशः अस्ति तत्र एव मध्यमपुरुष इति प्रत्ययः योजयितुं शक्नुमः एकवारं तत्र उदाहरणानि पश्यामः चेदेव अवगन्तुं शक्यते स्पष्टतया अत्र लिखितम् उदाहरणानि तत् पठतु त्वं पश्यसि त्वं पश्यसि अस्मिन् वाक्ये त्वम् इत्यनेन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति त्वम् आम् त्वं कर्तृसंज्ञा कर्तृपदार्थस्य कथं जानीमः त्वम् इति कर्तृ अस्ति त्वम् इत्युक्ते यु प्रथमविभक्ति इत्युक्ते प्रथमविभक्ति प्रथमविभक्ति कर्तृकारकः प्रथमविभक्ति इस् कर्तृकारकः देट् इस् वै कर्तृसंज्ञक पदार्थस्य बिकास् प्रथमविभक्ति योगे तत्र कर्तृसंज्ञक इति तत्र भवति सो अपि च पश्यसि इत्यनेन तत्र पश् इत्युक्ते दर्शनक्रिया पश् इत्यनेन दर्शनक्रियायाः न तु पठनक्रिया न तु लेखनक्रिया अत्र तु दर्शनक्रिया अस्ति इदानीं पुनः पठतु अस्मिन् वाक्ये अस्मिन् वाक्ये त्वम् इत्यनेन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति सो त्वम् इति त्वं किं करोषि इत्युक्ते पश्यसि सो दर्शनक्रियायाः अपि च कर्तृसंज्ञकपदार्थस्य निर्देशः भवति अत्र अग्रे पठतु यद्यपि अत्र त्वम् इत्यनेन कर्तृकारकस्य निर्देशः न भवति तथापि यः कर्तृसंज्ञकपदार्थः तस्य निर्देशः तु अवश्यम् एव भवति अपि च पश्यसि इत्यत्र विद्यमानेन तिङ्प्रत्ययेन अपि दर्शनक्रियायाः कर्तृकारकस्यैव निर्देशः कृतः अस्ति इत्युक्ते अत्र युष्मच्छब्देन तथा च तिङ्प्रत्ययेन समानपदार्थस्य निर्देशः भवति अतः पश्यसि इत्यत्र सिप् इति मध्यमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते अत्र युष्मत्पदस्य अपि च तिङ्प्रत्ययस्य समान अधिकरणम् अस्ति अतः अत्र सिप् इति प्रत्ययस्य प्रयोगः दृश्यते सो अस्मिन् वाक्ये युष्मत्पदस्य उपस्थितिः अस्ति इत्युक्ते स्थानिनि अपि इह लिखितमस्ति अत्र उपस्थितिः अस्ति केवलं पश्यसि एव वदामः तत्रापि यद्यपि केवलं पश्यसि वदामः तत्र एव त्वमेव एतस्य एव बोधः जायते बिकास् दीस् टु आर् रिलेटेड् बै दिस् सूत्राणां सो पश्यसि इति प्रयोगः केवलं युष्मदुपदे सति एव भवितुं शक्नोति So that is why when we say pashyami athva pashyasi, we don't need to indicate the karta because karta is fixed. By the two sutras, asmadi upapade api tatra same sthiti asti. Tathevu yushmadi upapade. So whether I say aham or tvam, that is not important because atra likhitam sthanini api. स्थानिनी सति अपि असते अपि असति अपि तत्र तु केवलं मध्यमपुरुषप्रत्ययः एव योजयितुं शक्नुमः. सो अस्मिन् उदाहरणे त्वम् इति उपस्थितिः अस्ति. किं पश्यथ इति अत्र युष्मदुपपदं तु कुत्रापि न दृश्यते, परन्तु तथापि अत्र सिपप्रत्ययस्य योगः प्रयोगः दृश्यते. किमर्थं दृश्यते? किमर्थं चेत् सूत्रे लिखितम् प्रसन्स् अस्ति चेदपि नास्ति चेदपि, परन्तु विवक्षा तादृशविवक्षा अस्ति, अतः थ इति प्रत्ययः योजनीयः. सो अत्र कस्य विवक्षा? थ इत्यनेन किम् अवगन्तुं शक्यते? न केवलं क्रियायाः बोधः जायते, अपि च अत्र कस्य बोधः जायते? किं पश्यथ? कर्तारम् अपि. कः कर्ता अत्र? कीदृशकर्ता अस्ति? युवां पश्यथ. यूयं यूयं सो यूयं सो दिस् क्वश्चन् इस् बीन् बै द पश्यथ. ऐ केन् अण्डर्स्टाण्ड् देट् दिस् क्वश्चन् इस् बीङ्ग् पुट् टु यू आल्. यूयं किं पश्यथ? So that this is the beautiful way that Panini has done that. Looking at the Kriyapadam, I will get to know. Similarly, when I say, it is not only about this Madhyam Purush and Uttam Purush. When I say Pathanti, so Pathanti itanena tatra nakevalam Kriyayaha bodha jayate, apicha tatra प्रथम कोऽपि थर्ड् पर्सन् बहुवचन इत्युक्ते आनि इत्यनेन तत्र तस्यापि बोधः जायते. सम् थर्ड् पर्सन् दिस् प्लूलर् कर्ता, बिकास् देयर् कर्ता केन् बि एनिथिङ्ग्. इट् केन् बि अ स्त्रीलिङ्ग् पुल्लिङ्ग् आर् नपुंसकलिङ्ग्. इट् केन् बि सम् सब्जेक्ट्. इट् केन् बि सम् स्थान, यत्किमपि नौन्. But for the Madhyam Purush and for the Uttam Purush, Karta is fixed. There cannot be any other Karta. Yushmad and Asmad is fixed. That is why first he made the Sutra for Yushmad, then he told about Asmad, then he said Sheshe. So Yushmad, Asmad, Vihaya, Yat Kimapi Pratipadikam, Yat Kimapi Noun. तत्र प्रथमपुर प्रथम इति संज्ञा प्रथम प्रत्ययः. दट् इस् हौ ही अचीव्ड् द लघु सिद्धिः. फस्ट् ही स्पोक् अबौट् युष्मत्, देन् ही स्पोक् अबौट् अस्मत्, देन् ही सेड् शेषे प्रथम. इत्युक्ते युष्मद् विहाय अस्मद् विहाय शेषे तत्र प्रथम. अत्र उपपदे इति कस्य समीपे? इत्युक्ते उपपदे इत्युक्ते अत्र लिखितं भगिनि, अत्र लिखितम् अत्र लिखितं कस्य समीपे उच्यते तत्र अस्ति अग्रे एकवारं. सो दिस् उदाहरण इस् फार् वेन् युष्मद् इस् नाट् प्रेसेण्ट् इन् द वाक्यं, बट् स्टिल् Madhyama Sangyak Pritya has been used. Why? Because Vivakshitam Asti, Vivakshitaha Asti. Tadeva Vivakshitam. Mama Vivaksha Yuyam Itesya Padaseva Asit Ataha Tha Iti Pritya. Apicha Pashya Tha Iti Nena Tatra Kartrukara Kasya Bodha Jayate Yuyam Itya त्रापि कर्तृकारकस्य एव बोधः, न तु कर्मस्य, कारणस्य, अधिकरणस्य इति. तत्र So when we say, suppose this is the, in the early stages, this is a lot of this Brahma happens, because when I earlier started reading the Sanskrit and understanding the Sanskrit, I started directly from the sentences, making the sentences. There I was so confused. When the mama was there, suppose such vakya was, mama pustakam dadatu. So mama pustakam dadatu. I was getting confused. Why he is using tu? Why he is not using, mama is here. When mama pada is here, asmat pada is here, why he is not using the, this madhyam purush, uttam purush pratyaha? Why he is using pratham, pratham purush pratyaha? Now, after reading this sutra, then I got to understand, okay. Because atra saman adhikarinam nasti. So, माता मम पुस्तकं ददातु आर् मित्रं मम पुस्तकं ददातु दट् इस् द विवक्षा बट् वाक्ये तत् पदं नास्ति सो हौ डू अण्डर्स्टाण्ड् सो यद्यपि अत्र मम इति अस्मद् आर् तव सपोज् ऐ यूस् तव तव पुस्तकं कुत्र अस्ति तव पुस्तकं कुत्र अस्ति अस्ति वै अस्ति इस् यूस् वै अस्ति इस् नाट् यूस् तव इस् हियर् So this is, I don't know whether, because tava itanin, tatra tava itanin, this, it is not related to asti. Yadyapi yushmad upapadam asti, parantu then also it's not related to asti. It is, the asti is related to pustakam. Pustak is the subject over here. Tava yushmad is not the, this subject. सो युष्मदुपपदस्य अपि च तिङ् प्रत्ययस्य यत्र समानाधिकरणीयम् अस्ति तत्र एव मध्यं सङ्ख्यक् प्रत्ययः आगन्तुं शक्यते सर्वदा तत्र यत्र यत्र युष्मदुपपदम् अस्ति यस्मिन् यस्मिन् वाक्ये युष्मद् उपपदम् अस्ति तत्र तत्र मध्यं पुरुषप्रत्ययः योजनीयम् इति तु नास्ति तयोः द्वयोः तत्र समानाधिकरणीयं भवेत् तदा एव था सा थां द्वम् इति आगन्तुं शक्यते अन्यथा तु अपि च सिप्थस्थ आगन्तुं शक्यते अन्यथा न योजयितुं शक्नुमः सो विवक्षानुगुणं ओन्ली फोर् प्रथमविभक्ति रूपं कर्मणि प्रयोगे तु कर्म भवितुं शक्यते बिकास् दिस् थिङ्ग् प्रत्यय हेज् द capacity has the shakti of not only indicating the kartu also indicating the karma padam so in the that is why in the karmani prayoga you said in a way you said correct prathama vibhakti because tatra karma padasya prathama vibhakti bhavati maya patah patham iti karma padam asti patha cannot read itself na it is an object So, maya paathaha pathaniyam. Because aniyar pratyaya is the, aniyar pratyaya is the karma, karma, this, it karma is not karta, karmani prayoga bhavati. It gets the prathma vibhakti. But, but it is basically a karma padam. Atra asti, maya yuvam drishyethe. अत्र कर्मपदम् अस्ति अत्र युवाम् इति यः अस्ति सः द्वितीयविभक्ति द्विवचनात् पदम् अस्ति एकवारं पठतु भगिनि अत्र मया युवां दृश्येते अस्मिन् वाक्ये युवाम् इति शब्देन तथा च दृश्येथे इत्यत्र विद्यमानेन आथाम् इति प्रत्ययेन एकस्यैव पदार्थस्य दर्शनक्रियायाः कर्मपदस्य निर्देशः कृतः अस्ति अतः अत्र दृश्येथे इति इत्यत्र आथाम् इति मध्यमपुरुषस्य प्रत्ययः प्रयुक्तः अस्ति. इत्युक्ते मया युवां दृश्येते इति यः कर्मणि प्रयोगे वाक्यमस्ति, कर्मणि प्रयोगे यत्किमपि धातुः भवेत् तत्र तु आत्मनेपदिप्रत्ययः एव आगन्तुं शक्यते भावकर्मणोः इत्यनेन. सुदृशधातुः तत्र पश्यति इति रूपं भवति कर्तरि प्रयोगे. सो अत्र कर्मणि प्रयोगः अस्ति. सो अहं युवाम् इत्युक्ते तत्र त्वं युवां यूयं, त्वां युवां यूयं युष्मान्. सो प्रथमविभक्ति द्विवचने अपि युवाम् इति अस्ति, द्वितीयविभक्ति द्विवचने अपि युवामेव अस्ति. So that is why it's slightly confusing because the rupam is samanam. Prathama vibhakti rupam api karma padasya rupam yadi kartari prayoge bhavati tatra api yuvam. Aham yuvam aham pashyami iti tatra bhavitum shaknoti. Parantu karmani prayoge yada tatra api cha sarvadhatuke yak iti sutram asti tatra yadi सार्वधातुक् इत्युक्ते अत्र आथाम् इति प्रत्ययः सार्वधातुकप्रत्ययः लट्लकारे अस्ति. लट्लकारे सर्वे तिङ् प्रत्ययः सार्वधातुकसंज्ञकाः. अपि च अत्र भावकर्मणोः यः आत्मनेपदिप्रत्ययः आयाति तत्र पूर्वे तत्र यक् इति विकरणप्रत्ययः आयाति सार्वधातुके यक्. सो अत्र यक् आयाति चेत् बिकास् अत्र कर्तरि शप् इति सूत्रं कार्यं न कर्तुं शक्यते. तस्य पूर्वे अस्ति सार्वधातुके यक्, भावकर्मणोः सार्वधातुके यक् इति तत्र सम्पूर्णसूत्रं भवति. सो भावकर्मणोः सार्वधातुके यक् इत्यनेन यत्र भावे प्रयोगस्य विवक्षा अस्ति, कर्मणि प्रयोगस्य विवक्षा अस्ति, तत्र धातोः अनन्तरं यद् सार्वधातुप्रत्ययः अस्ति यथा अत्र आथाम् तत्र यक् प्रत्ययस्य विधिः अस्ति, न तु शप् प्रत्ययस्य. सो अतः यक् आयाति. सो यक् इति यकारः एव अवशिष्टभागः, अनन्तरम् आथाम् इत्यस्य तत्र एथे इति रूपं भवति, तद् भिन्नविषयः. अपि च दृश् दृशेव भवति, दृश् इत्यस्य पश्यति आदेशः शितिपरे भवति. सो अत्र शित् तु नास्ति, अत्र यक् अस्ति, यक् शित् नास्ति, अतः दृश्दृश्य एव तिष्ठति. सो इट् बिकम्स् दृश्येथे. सो हियर् मे वाट् एस् पर् द सूत्र वाट् इस् द अत्र विवक्षा, अत्र युष्मद् उपपदेन कर्मपदस्य बोधः अस्ति. अपि च दृश्येथे इति अनेन क्रियापदेन अपि कर्मपदस्य एव बोधः अस्ति. कः दृश्येते इति असाधु प्रश्नः, किं दृश्येथे इति तत्र भवति. युवां दृश्येथे, सो दृश्येथे इत्यनेन अपि कर्मणि प्रयोगे अस्ति, अतः कर्मपदस्य बोधः तत्र. कर्मणि प्रयोगे इति किं जायते, तत्र क्रियाद्वारा कर्मपदस्य बोधः भवति, न तु कर्तृबोधः. देट् इस् वै कर्ता बिकम्स् तृतीयाविभक्त्यां कर्ता अस्ति. Here karta is ahameva, but karmani prayoge karta comes in tritya vibhakti and the karma padam comes in first vibhakti, prathma vibhakti. So here yuvam is prathma vibhakti. So yuvam drishyethe, maya yuvam drishyethe. So atra kim asti, atra etat pradarshitam asti, atra drishyethe. आथाम् इत्यनेन कर्मपदस्य बोधः, युवाम् इत्यनेन अपि कर्मपदस्य बोधः, द्वयोः समानाधिकरण्यम् अस्ति. अतः धातोः अनन्तरं मध्यं संज्ञप्रत्ययः योजनीयं, न तु कोऽपि अन्यप्रत्ययः इति तत्र. बिकास् युष्मद् शब्दः कर्मपदे युष्मद् शब्दः अस्ति, अतः आथाम् इति आगन्तुं शक्यते. कोऽपि अन्य कर्मपदम् अस्ति चेत् तत्र तु न आगन्तुं शक्यते. सो युष्मदुपदस्य अपि च तिङ्प्रत्ययस्य समान अधिकरणम् अस्ति, समान निर्देशम् अस्ति, कर्मपदस्य निर्देशः अस्ति. अतः अत्र अपि मध्यमपुरुषप्रत्ययस्य भवति प्रयोगः भवति. Read the fourth, this, it's already 336. So, kyam karaniyam ekavaram etat punaha pathatu. So, and note down your doubts. If you have any doubts, then note down the doubts. We will discuss punaha etas vishaya pathamaham. They have given some, what is the upapadaita nenikyam, ishmadi upapadaita, saman adhikarne sthan, they have given for all. Why api is used? Because Lagavartham, api has a prayojanam in this sutra. Sutra should be, it should give the complete meaning. Only my prayojan is not that sutra should be lagu. Sutra should be lagu, that is okay, but whatever pada is necessary, I have to put that, na? So api ite vina prayojanam api na yojitam. अपि इति पदस्य अपि प्रयोजनम् अस्ति. स्थानिनि अपि अपि इत्यनेन स्थानिनि अस्ति चेदपि नास्ति चेदपि इत्येव तस्य प्रबोधः जायते. सो प्रत्येकस्य पदस्य कः अर्थः इति अत्र अपि दत्तं. सो एकवारम् अत्र अष्टाध्यायी डाट् काम् मध्ये गत्वा एकवारम् एतत् सम्पूर्ण सूत्रस्य अर्थः पश्यतु. बिकास् अस्मदी उपपदे विल् बिकम् सेम्, अस्मदी उपपदे विल् फालो फार् आल् द सेम् विल् बि यूस्ड् फार् देट् आल्सो. इदानीं तु समयः अभवत्, सो टु डू लाट् आफ् थिङ्ग्स् फार् द पूजा आल्सो. अस्तु, इदानीं स्थगामः. एकवारं पठित्वा अग्रिमकक्षायां तत्र पुनः एतस्य विषये चिन्तनं कुर्मः. इदानीं तु स्थगामः, बहु समयः अभवत्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. ॐ श्रीगुरुभ्यो नमः. अस्तु, धन्यवादः, नमस्कारः. शुभाशयाः कृष्णाष्टमी. आं भगिनि, सर्वेषां कृते कृष्णाष्टम्याः शुभाशयाः.